प्रार्थना वदति वा भगिनि? महोदय, सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, वेद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। हरिः ओं श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनि, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अत्र अस्माकं प्रवर्तमानः विषयः अस्ति, तत्र कर्मणि अपि भावे प्रयोगः लोट्लकारे। तत्र पुटसङ्ख्या अस्ति, तत्र पञ्चत्रिंशत् अधिकशततमे पुटे, पेज् 135 इति। तत्र कर्मणि अपि भावे प्रयोगः लोट्लकारः, किन्तु तत्र कर्तृप्रयोगे तत्र सूत्रमस्ति, अपि तत्र कर्मणि प्रयोगे भावे प्रयोगे अपि सूत्रमस्ति। तत्र एकवारं तस्य पुनस्मरणं कुर्मः। तत्र गीताञ्जलि भगिनी, तत्र सूत्रं किमस्ति कर्तृप्रयोगे? गीताञ्जलि भगिनी, महोदय, सूत्रम् इत्युक्ते 1-to-1 महोदय। सत्यं भगिनि, समीचीनम्। अतः तत्र तत्र बालकः वृक्षं पश्यति, तत्र किं किम् अस्ति? बालकः अपि पश्यति इति तु बालकः तु प्रथमविभक्ति, अपि च कर्मपदमस्ति मध्ये मध्ये किमपि, तदनन्तरमपि प्रथमपुरुष एव यथा पुरुषम् अनुसरति, तत्र क्रियापदम् अनुसरति, कर्तृपदम् अनुसरति, वचने अपि वचने अपि पुरुषे पुरुषे प्रथमपुरुषः वा मध्यमपुरुषः वा इति तस्मिन् विषये क्रियापदं कर्तृपदम् अनुसरति। अतः तत्र सूत्रमस्ति एकं द्वे एकम् इति। समीचीनं, द्वे एकं, समीचीनम्। अस्तु, सूर्यकुमारी भगिनी, इदानीं तत्र कर्मणि प्रयोगे सूत्रं किम्? कर्मणि प्रयोगे तृतीयव्रीणि कर्तृपदं, त्रीणि, किन्तु सूत्रमस्ति त्रीणि एकम् एकं, त्रीणि एकम् एकं, प्रथम तत्र कर्तृपदस्य विभक्तिः का? तृतीयविभक्तिः, तृतीयविभक्तिः, अपि कर्मपदस्य विभक्तिः प्रथमा विभक्तिः, प्रथमा, अपि क्रियापदं कर्मपदम् अनुसरति, कर्मपदम् अनुसरति। अतः तत्र त्रीणि एकम् एकम्, एकं नाम क्रियापदस्य नाम, तत्र यत् पदम् प्रथमविभक्तौ अस्ति तम् अनुसरति इति। समीचीनम्। इदानीं तत्र भावे प्रयोगे तत्र सूत्रं किम् अस्ति? भावे प्रयोगे 3-1 त्रीणि एकं, यतोहि यतोहि कर्मपदं नास्ति तत्र, नास्ति, समीचीनम्। अस्तु, तावदेव। तत्र यत् एतद् मनसि भवेत् तत्र सर्वं समीचीनतया कर्तुं शक्नुमः। अतः तत्र प्रथमपुटं तत्र पेज् 134 अस्माभिः कृतम् इति मन्ये। पेज् 135 तत्र अर्धभागम् अथवा अधिकं कृतं, किन्तु एकवारं पुनः तत्र आरम्भेन तत्र कुर्मः। अतः द्रोणः, वत्स, यशोवता इति। अस्तु, अतः तत्र एकमेकं वाक्यं स्वीकृत्य कुर्मः। अतः गीताञ्जलि भगिनी प्रथमवाक्यं करोति वा तत्र? आं महोदय, द्रोणः, वत्स, यशोवता, समेध्यताम्। तत्र यशोवता इति तृतीया अस्ति, समेध्यताम् इति तु कर्मणि प्रयोगे अस्ति, मध्ये यकार आयाति तत्र। कर्तरि अस्ति चेत् यशोवतः समेध्यताम् इति समेधति वा? समीचीनं भगिनि, एड् एड् इति भवति। समेधति इति न महोदय अन्यथा एदथे इति प्रायशः अस्ति समेधते यशोवतः समेधते इति हा यशो किन्तु यशोवता इति पदस्य विभक्ति का अत्र तु तृतीय अस्तु तृतीया हा इदानीं कर्तृप्रयोगे तत्र हा कर्तृप्रयोगे तस्य ओ यशोवता इत्युक्ते तृतीया यशोवत् यशोवत् इति प्रातिपदिकम् अपि प्रथमाविभक्ति भवत्वत् तत्र यशोवत् यशोवत् प्रातिपदिकं यशोवान् वा हा यशोवान् अथवा यशो हा यशोवन् अथवा यशोवान् इति तत्र हा भवान् तु आयाति तत्र भवत् भवान् भवति हा तत्र प्रायशः यशो यशोवान् इति हा अस्तु महोदय यशोवान् यशोवान् समेधते हा इति किन्तु समेध्यते इति तत्र धातुः सर्वं समीचीनं किन्तु लकारः लकार लट् लट् न न किन्तु अत्र तु समेध्यताम् इति अस्ति ओ लोट् अस्ति हा समेधतु हा समेधतां महोदय आत्मनेपदी समेधताम् समेधताम् इति समीचीनं हा यतोहि तत्र हा कर्मणि भावे प्रयोगे तत्र कर्तृप्रयोगे तत्र यदि कर्मणितः कर्त्री कुर्मः किन्तु लकारस्य परिवर्तनं न भवति लकारः यः लकारः स एव भवति अतः यशोवान् समेधताम् समीचीनं भगिनि अस्तु इदानीं तत्र सूर्यकुमारी भगिनी अग्रे भीष्मः आचार्य मम पि एष नमस्कारः हा तत्र किमपि नास्ति अग्रिमं करोतु द्रोणः पितामहः मया एव ननु भवान् अभिवाद्यताम् मया अस्मत्शब्दस्य तृतीयविभक्ति एव ननु भवान् अभिवाद्यताम् अभिवाद्यतां लोट्लकार भावे लोट्लकार कर्मणि प्रयोग समीचीनं भगिनि हा इदानीं कर्तृप्रयोगे अहं भवतं अभिवादताम् तत्र अभिवदतु न महोदय अहम् किन्तु तत्र धातु अभिबन्धनं तत्र अभिबन्धे अथवा अभिवन्दताम् भगिनी तत्र वन्दे इति अस्ति वा तत्र अभिबन्ध धातुः अस्ति वा तत्र वद् धातु अस्तु अस्तु तत्र बन्ध अत्र वन्ध्ये एव भवति तत्र अभिवाद्यतां तत्र वन्ध्यताम् इति नास्ति खलु तत् अभिवन्दे महोदय अहम् अभिवन्दे भवन्तम् अभिवन्दे इति अस्ति वा भगिनि लट्लकार हा किन्तु वन्द्यताम् इति अस्ति खलु भगिनि तत्र लोट्लकारे ओ हा लोट् मया अभिवन्द्यतां तत्र तु अभिवाद्यताम् इति अस्ति वच् धातुः वा एतत् न जानामि वच् नास्ति किन्तु अर्थः तु अहम् एव वदामि इति न सत्यं भगिनि हा सत्यं सत्यम् अतः तत्र अभिवदामि अथवा वद् वक्षतु न वद् धातु अस्ति अभिवदति अभिवदति अभिवदति किन्तु वाद् अस्ति चेत् महोदय तत्र णिच् अस्ति वा किं भगिनि न न न न ओ अभिवाद् किमर्थं वद् वाद् तत्र प्रायश तत्र वद् इति तत्र हा मध्ये तत्र आकारः आगतः खलु तत्र किन्तु किन्तु किमर्थं निच् खलु कथम् आयाति महोदय किन्तु अभिवदति एव तत्र नाम तत्र अहम् अभिवादयति इति अपि अस्ति हा अभिवादयति अपि अस्ति भगिनि हा प्रायश तद् भवेत् अभिवादयति अभिवादयति इति हा अभिवादयानि वा अत्र लोट् अस्ति चेत् हा सत्यं भगिनि हा अभि हा अहं भवन्तम् अहमेव भवन्तम् अभिवादयानि सत्यं भगिनि आयाति कथं या अभिवादानि न भवति अथवा तत्र यदि णिच् अस्ति इति चिन्तयामश्चेत् अभिवादयानि नो चेत् अभिवादानि सत्यं भगिनि तत्र णिच् अस्ति न महोदय णिच् अस्ति चेत् तत्र अतः तत्र यकारः अपि भवेत् खलु भगिनि इति वादी वादयति वादयानि इति मन्ये महोदय अस्तु भगिनि तत्र अभिवदति तत्र अभिवदति तत्र वादयतु इति णिच् अस्ति चेत् लोट् किन्तु भगिनि तत्र भावे भगिनि तत्र बद् नास्ति यतोहि बद् इति तु तत्र उद् इति भवति उद्यते वयं दृष्टवन्तः तत्र सम्प्रसारणम् इति किमपि आसीत् खलु वदति उद्यते अतः तत् तद् नास्ति भगिनि अतः तत्र अभिवदति इति अपि प्रायशः नास्ति इति मन्ये अस्तु तत्र द्रष्टव्यमस्ति भगिनि अतः तत्र किन्तु अर्थ तु स्पीक् एव न इत्युक्ते ग्रीट् ग्रीट् भगिनि ग्रीट् ओ ग्रीट् वा हा ग्रीट् अथवा सल्यूट् ग्रीट् अथवा सल्यूट् तत्र नमस्कारं करोमि इति अहमेव मया एव नमस्कारं करणीयं खलु इति इत्युक्ते वद् नास्ति वन्द भवति वन्दति वन्दतु न भगिनि तत्र अभिवदति इति तदपि सल्युटेशन् अभिवदनम् इति अस्ति किन्तु नुमागम तत्र वन्दते वन्देते तत्र वन्दते अस्ति चेत् तत्र अभिवन्द्यताम् इति भवेत् किमर्थं नुमागम नास्ति तत्र सत्यं भगिनि सत्यम् अतः तत्र त्यजामः अग्रिमवर्गे तत्र पृष्ट्वा अहं वदामि भगिनि अस्तु महोदय अग्रिम बाकि अपि तदेव अस्ति तत्र अभिवाद्यताम् इति महोदय एकं रूपम् अस्ति अभिवाद्यतां तदनन्तरम् अन्तिमरूपम् अस्ति अभिवन्द्यावहे इत्युक्ते नुमागम अस्ति तत्र सत्यं भगिनि अतः तत्र बन्द् बन्द् इति एव चिन्तितवान् किन्तु तत्र बन्द् नास्ति चेत् तत्र किं किन्तु तत्र बन्द् इति लोट् लकारे किं भवति तत्र वन्द्यताम् इति एव अस्ति खलु अतः अभिवन्द्यताम् मया एव ननु भवान् अभिवन्द्यताम् इति भवेत् अस्ति चेत् विकरणप्रत्ययः न आयाति किन्तु बन्द् इति तत्र बन्धते इति तत्र विकरणप्रत्ययः नास्ति भगिनि बन्ध्यते इति बन्द् नकारः धातोः एव अस्ति खलु अतः तत्र विकरणप्रत्ययः नास्ति अपि तत्र बन्द् इति तु प्रथमे गणे अस्ति अतः तत्र अस्तु, अतः तत्र अग्रिमे वर्गे पश्यामः तत्र किम् अस्ति इति. अतः भगिनी तत्र इदानीं सूर्यकुमारी भगिनी तत्र अथवा आवाभ्याम् इति तद् वाक्यं स्वीकरोतु भगिनि. आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै अभिवन्द्यावहै लोट्लकार पुरुष मध्यमपुरुष उत्तमपुरुष द्विवचनम् आवाभ्याम् अथवा आवाभ्याम् आवाम् हा तत्र भगिनी तत्र यत् वाक्यमस्ति तस्मिन् वाक्ये तत्र कर्तृपदं किं कर्मपदं किम् इति तद् एकवारं वदतु. क्रियापदं भवती उक्तवती अभिवन्द्यावहै इति समीचीनम्. इदानीं तत्र कर्तृपदं किं कथं कर्तृपदं जानीमः आवाभ्यां तृतीयविभक्ति. हा समीचीनम्, आवाभ्याम् इति कर्तृपदं तृतीयविभक्ति अन्तम् अस्ति. अतः तत्र हा अतः तत्र तस्य कर्म कर्तृप्रयोगे तत्र किं भवति आवाभ्याम् इति स्थाने किं पदं भवति अभिवन्दताम् न न आवाभ्याम् इति स्थाने किं पदं भवति तद् वदतु. आवाभ्याम् आवाभ्यां स्थाने किं भवति आवाम् आवाम् समीचीनम्. इदानीं यत् वाक्यं दत्तमस्ति तस्मिन् आवाभ्याम् इति कर्तृपदम्, इदानीम् आवाम् इति अन्यत् पदम् अस्ति, तत् पदं किम् अस्ति? आवाम् आवाभ्याम् न न हा भगिनी तत् वाक्यं यत् अस्ति तस्मिन् आवाभ्याम् इति कर्तृपदम् इति उक्तवती, समीचीनम्. इदानीम् आवाम् इति अपि पदम् अस्ति, तत् पदं किं भवति वाक्ये, कर्तृपदं वा कर्मपदं वा क्रियापदं वा किम्? कर्मपदम्. कर्मपदं, यतोहि प्रथमविभक्त्यन्तम् अस्ति, समीचीनम्. इदानीं तत्र तस्य किं भवति कर्तृप्रयोगे द्वितीयविभक्त्यन्तम्. अतः तत्र किं भवति आवाम् इति किं भवति? आवामेव. आवामेव, अस्तु. अन्योन्यम् इति तु अव्ययं, तत्र परिवर्तनं नास्ति, केवलं कर्तृपदस्य क्रियापदस्य एव कर्तृपदस्य कर्मपदस्य क्रियापदस्य एव परिवर्तनं खलु. अतः तत्र अन्योन्यं तिष्ठति. अभिवन्द्यावहै इति स्थाने अभिवन्दावहै, समीचीनम्. इदानीं तत्र कर्तृप्रयोगस्य पूर्णवाक्यं वदतु. अथवा आवाम् आवाम् आवाम् अन्योन्यम् अभिवन्दावहै. हा समीचीनं भगिनि, तावदेव अस्ति. अस्तु उत्तमम्. अस्तु गीताञ्जलि भगिनी अग्रे. अस्तु आवाभ्यां परस्परं हस्ताः गृह्यन्ताम् गृह्यन्ताम्. अस्तु तत्र द्विवचनमस्ति आवाभ्यां. इदानीं तत्र गृह्यन्ताम् इति तत्र एतद् भाव्यप्रयोगः वा कर्म तत्र कर्मणि प्रयोगः वा? भावे तु नास्ति तत्र कर्मणि न महोदय, तत्र अतः कर्मपदं किम् अस्ति कर्तृपदं किम् अस्ति इति वदतु. कर्मपदं हस्ताः अस्ति हस्तान् हस्तान् आवाभ्याम् इति अहम् आवां परस्परं आवां परस्परं हस्तान् गृह्णीतः वा गृह्णाव खलु. हा हा आवां गृह्णाव. हा आवां परस्परं हस्तान् हस्तान् गृह्णाव. गृह्णाव एव इति मन्ये भगिनि, गृणीव नास्ति इति मन्ये, गृह्णाव एव. नरेश् महोदय नमस्कारः. नमस्कारः महोदय, क्षम्यताम्. हा चिन्ता मास्तु महोदय, चिन्ता मास्तु. हा तत्र पुटसङ्ख्या 135 महोदय, 135 तत्र पूर्वं कृतं किन्तु पुनरेकवारं कुर्मः इति तावदेव, अतः तत्र लाभः अस्ति इति. अस्तु, अतः तत्र आवां परस्परं हस्तान् गृह्णाव. विसर्गः नास्ति यतोहि लोट्लकारः. गृह्णावः नास्ति तत्र, गृह्णीवः तत्र प्रायशः गृह्णीवः इति लट्लकारे भवति इति मन्ये, किन्तु गृह्णाव इति लोट्लकारे गृह्णाव इति मन्ये भगिनि. हा हस्ताभिः महोदय, किमर्थं भगिनि हस्ताभिः? पूर्वं वाक्यं भगिनी उक्तवती मया एव अभिवाद्यतां, तत्तु समानेव. अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्याव इत्युक्ते किं महोदय? एकम् एकं तत्र परस्परम् अन्योन्यम् अभिवन्दनं कुर्मः. तत्र द्रोणः भीष्मं नमस्करोति, भीष्मः द्रोणं नमस्करोति. हा तत्तु मया एव अभिवाद्यताम्. तत्र भीष्मः वदति भगिनि, तत्र आचार्य ममापि एषः नमस्कारः, नाम अहमपि नमस्करोमि इति सः वदति भीष्मः. तत् सत्यम्. किन्तु तत्र द्रोणः वदति तत्र भवान् तु तत्र वयसि तत्र वृद्धः अस्ति खलु, अतः तत्र ज्येष्ठः अस्ति, तत्र भवान् तु ज्येष्ठः मम अपेक्षया, तत्र कथं भवान् तत्र नमस्करं करोति इति वदति. तत् मास्तु, मया एव तत् ननु भवान् अभिवाद्यताम् इति सः, अहमेव खलु तत्र मया एव तत्र नमस्करणीयम् इति सः वदति. भवान् ज्येष्ठः अस्ति, अहं तु अनुजा अस्ति, अतः तत्र किन्तु अतः तत्र भीष्मः वदति अस्तु, तत्र भीष्मः वदति न न मया एव नमस्करणीयम् इति, तत्र अहमेव नमस्करोमि इति सः वदति. अथवा अस्तु, तद् नास्ति चेत् वयं किं कुर्मः, परस्परं नमस्कारः इति वदामः, नमस्कारम् इति वदामः. किन्तु तत् अथवा आवाभ्याम् अथवा इति नाम यदि भवान् एतद् न अङ्गीकरोति तत्र मया एव नमस्कारं करणीयमिति, यदि भवान् तत्र न स्वीकरोति, न अङ्गीकरोति तस्मिन् समये किं कुर्मः? अस्तु, अतः विकल्पः कः इत्युक्ते, अस्तु तत्र आवाम् आवाम् अन्योन्यम्, अन्योन्यं नाम परस्परम् एकम् अन्यम् अन्यः, अतः अन्य अन्य अन्योन्यम् इति. अपि च कर्तरिप्रयोगः अस्ति चेत् आवाभ्यां तु आवाम् अस्ति, आवामेव. अपि पुनः आवाम् इति तत्र द्वितीयविभक्तिरूपमेव अपि आवामेव अस्ति. तत्तु तद्द्वितीया भवति. एकम् आवां प्रथमविभक्ति, द्वितीय आवां द्वितीयविभक्ति. आवाम् आवाम् अन्योन्यम्, अस्तु अस्तु, आवाम् आवाम् अन्योन्यम् अभिबन्धावहि इति भवति. अवगतं, क्षम्यतां, चिन्ता मास्तु भगिनि. इदानीं तत्र आवां परस्परं हस्तान् गृह्णाभ इति, गृह्णाभ इति एव अस्ति. यद्यपि लट्लकरे गृह्णीवः इति अस्ति, किन्तु लोट्लकरे गृह्णाभ एव अस्ति. गृह्णाभ लट्लकरे गृह्णीवः. आवाम् आवाम् अन्योन्यम् अभिवन्द्या न यकारः नास्ति इदानीं तत्र, अभिवन्दावः एव भवति. वन्दावहै इति भवति. अभि अपि तिष्ठति, तिष्ठति सत्यं. केवलं तत्र यक् इति प्रत्ययः अस्ति खलु, तत्र यकारः अपगच्छति तावदेव. अभि वन्दावहै इति भवति. वन्दावहै, अस्तु, हस्ताः गृहन्ताम् गृह्यन्ताम् इति हस्ताः हस्ताः इति पदस्य विभक्ति का तत्र हस्ताः विभक्तिका विभक्ति द्वितीयबहुवचनं किमर्थं हस्ताः इति तत्र कीदृशपदं हस्ताः कर्मपदम् एकवचनं हस्तः रामवत् हा राम अकारान्तपदं साधारणदेवपदं वत् खलु अतः तत्र हस्ताः इति वचनं किं हस्ताः गृह्यन्ताम् हस्ताः प्रथमविभक्ति बहुवचनं हा इदानीं कर्मणि प्रयोगे प्रथमविभक्त्यन्तं पदमस्ति चेत् तत् किं कर्मपदं वा कर्तृपदं वा कर्मपदम् कर्मपदम् इदानीं कर्तृप्रयोगे तस्य रूपं किं भवति हस्तान् हस्तान् समीचीनम् अतः आवाभ्यां स्थाने आवाम् आवां परस्परम् इदानीं हस्तः स्थाने हस्तान् गृहन्ताम् न गृह्यन्ताम् इति तत्र गृह्यन्तां किमर्थं गृह्यन्ताम् इति बहुवचने अस्ति गृह्यन्ताम् किमर्थं गृह्यन्ताम् इति अस्ति किन्तु आवाभ्याम् इति अस्ति आवाभ्यां द्वितीयवचने अस्ति गृह्यन्तां बहुवचने अस्ति गृह्यन्ताम् इति बहुवचने अस्ति किमर्थं बहुवचने अस्ति हस्ताः बहुवचने हस्ताः इति बहुवचने अस्ति कर्मपदम् अनुसरति खलु किन्तु कर्तृप्रयोगे किं क्रियापदं किम् अनुसृहावहै तत्र बहिः इति तत्र आत्मनेपदी धातु नास्ति परस्मैपदि धातु अस्ति अतः गृह्णाभ इति विसर्गः नास्ति इदानीं तत्र पटाव पटाम इति खलु तादृशं गृह्णाव इति अतः आवां परस्परं हस्तान् गृह्णाव इति वाक्यं भवति समीचीनं भगिनि अस्तु नरेश् महोदय अग्रिमं वाक्यं करोति वा आं महोदय आचार्य आगम्यताम् अत्र आगम्यतां दुर्योधन आचार्यं वदति आगतु इदानीं तत्र आगम्यताम् इति अस्ति तत्र कर्तृपदं न दत्तं किन्तु किं भवति कर्तृपदं तत्र भवान् किन्तु कर्मणि प्रयोगः वा तत्र किम् अत्र कर्मणि प्रयोग अतः तत्र भवन् इति स्थाने किं भवति कर्मणि प्रयोगे तृतीया भवता आगम्यता अत्र इदानीं कर्तृप्रयोग किं भवति भवान् अत्र आगतु आगच्छतु खलु आगच्छतु आगच्छतु आगच्छतु गम् धातुः गच्छतु आगच्छतु अतः भवान् आगच्छतु अत्र आगच्छतु कर्तृप्रयोगे कर्मणि प्रयोगे भवता अत्र आगम्यताम् समीचीनम् इदानीं द्वितीयवाक्यं प्रियमित्रेण कर्णेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः अत्रापि तत्र कर्मणि प्रयोगम् इति तादृशम् अस्ति नाम तत्र तप्रत्ययः अस्ति तत्र रचितः इति तत्र तत्र अहं तत्र रामः ग्रन्थं पठति अतः रामेण पठितः ग्रन्थः इति भवति तत्र तादृशम् अत्र किमस्ति कर्णेन रचितः व्यूहः व्यूहः इति अस्ति. अतः तत्र रामेण पठितः ग्रन्थः, अत्र कर्णेन रचितः व्यूहः. रचितः व्यूहः तत्र किं भवति, तत्र किन्तु त प्रत्ययः अस्ति चेत् तत्र किं भवति, भूतकालार्थं भवति, नाम तत्र कृतं खलु. तत्र अग्रे रचयति इति नास्ति, अथवा सः रचन् अस्ति इति नास्ति, रचितवान् तत्र खलु. अतः तत्र कर्तृरूपं किं भवति, तत्र थ प्रति अस्ति चेत्, तत्र रचितः इति अस्ति चेत् तस्मिन् स्थाने कर्णः रचितवान् अरचत् अथवा अरचत्. अरचित् अरचित् अरचित् ओ न न न अरचित् नास्ति, तत्र रचयति प्रायशः अस्ति खलु, तत्र क्रियापदम् अरचयत् इति प्रायशः क्राय अत्र रचितवान् इति समीचीनं भवति महोदय. तत्र लङ्लकारं मास्तु, कृतवतु एव स्वीकरोतु तत्र. अतः तत्र प्रियमित्रेण करणेन स्थाने किं भवति, प्रियमित्रः प्रियमित्र प्रियमित्रं कर्णः कर्णः भवतः भवतां भवतः सूचनाम् अनुसृत्य व्यूहः रचितवान् व्यूहं व्यूहं रचितवान् व्यूहं रचितवान् प्रियमित्रं कर्णः भवतः सूचनाम् अनुसृत्य व्यूहं रचितवान् महोदय. तत्र प्रियमित्रः कर्णः भवतः सूचनाम् अनुसृत्य व्यूहं रचितम् अपि न न न न न तत्र भगिनी तत्र किं भवति, तत्र रामः रामः ग्रन्थं पठति इदानीं तत्र भूतकाले अस्ति, तत्र किं वदामः, रामः ग्रन्थं पठितवान् समीचीनं वा, ग्रन्थं पठितवान्. इदानीं कीदृशः ग्रन्थः अस्ति एषः ग्रन्थः, एषः ग्रन्थः पठितः ग्रन्थः खलु, पठितः ग्रन्थः केन पठितः ग्रन्थः एषः ग्रन्थः, रामेण रामेण पठितः ग्रन्थः किन्तु यदि तत्र रामेण पठितः ग्रन्थः अस्ति चेत् तत्र पठितः किं भवति, विशेषणं भवति ग्रन्थस्य ग्रन्थपदस्य खलु, सत्यं महोदय. किन्तु यदि कर्तृरूपं वदामः, तत्र रामः पठितवान्, इदानीं ग्रन्थः इति न भवति, किं भवति, ग्रन्थं, यतोहि कर्मपदम् अस्ति अत्र. किन्तु तत्र विशेषणविशेष अपि इत्युक्ते प्रत्यय अस्ति तस्मिन् समये, तत्र कर्मणि प्रयोग कर्मणि रूपे रचितः इति व्यूह इति पदस्य विशेषणमस्ति, किन्तु कर्तृप्रयोगे तत्र किं भवति, रचितवान् इति भवति. इदानीं रचितवान् कः, कः रचितवान्, व्यूहं न न, किन्तु कः रचितवान्, कर्णः रचितवान् खलु, कर्णः रचितवान्. अतः कर्तृपदस्य विशेषणं भवति इदानीं, कृतवतु अस्ति, तत्र त अस्ति चेत् तत्र कर्मणि वा कर्मण्यर्थे अथवा कर्त्र्यर्थे भवितुमर्हति, किन्तु रचितः इति कर्मण्यर्थे एव अस्ति, तत्र रचितवान् इति कर्त्रर्थे भवति. रचितवान् तु अवगतम्, तत्र मम मनसि एकं भ्रमः अस्ति, रचितं व्यूहम् अस्ति तदपि न न न, रचितं व्यूहं न भवति, तत्र व्यूहः रचितः यतोहि तत्र अस्ति इति, तत्र प्रथमविभक्तौ अस्ति, प्रथमविभक्तिरूपम् अस्ति अत्र. तत्र यदि तत्र अहं कर्णेन रचितं व्यूहं पश्यामि अस्ति चेत् तत् भिन्नम् अस्ति, किन्तु अत्र केवलम् एषः व्यूहः कीदृशः, रचितः व्यूहः, केन रचितः व्यूहः, कर्णेन रचितः व्यूहः, कर्णेन रचितः, अस्तु अस्तु. इदानीं कर्तृप्रयोगे रचितवान्, इदानीं सः किं रचितवान्, व्यूहं व्यूहं रचितवान् रचितवान् कर्मपदम् इति. सत्यं महोदय, अस्तु समीचीनम्, अस्तु अग्रे महोदय. इदानीं वीक्ष्यताम् वीक्ष्यताम् अत्र ईक्षते ईक्षते कर्तृभावे किमस्ति तत्र भाविप्रयोगः खलु अथवा अत्र कर्तृपदं किम् अस्ति यथा आगम्यताम् इति तत्र उक्तवान् अत्र वीक्षतां किन्तु कर्तृपदं किम् अस्ति इदानीम् इदानीं वीक्षतां वीक्ष न न कर्तृपदं किम् अस्ति महोदय न दत्तं किन्तु न दत्तं या भवान् किन्तु तृतीयविभक्ति भवता हा भवता वीक्ष्यतां वीक्ष्यतां किन्तु तत्र किं वीक्ष्यताम् इति अपि तत्र जानीमः नाम रचितः व्यूहः वीक्ष्यतां भवता रचितः व्यूहः यतोहि सः वदति खलु कर्णेन अनुसृत्य व्यूहः रचितः इदानीं वीक्ष्यताम् इदानीं पश्यतु भवान् पश्यतु इति अतः तत्र इदानीं वीक्ष्यतां किं वीक्ष्यतां व्यूहः रचितः व्यूहः वीक्ष्यतां भवता रचितः व्यूहः वीक्ष्यतां तत्र केवलं व्यूहः वीक्ष्यताम् इति स्वीकरोतु व्यूहः वीक्ष्यतां भवता इदानीं कर्तृप्रयोगे किं भवति भवान् व्यूहं व्यूहं समीचीनं व्यूहं कर्मपदं पश्यतु न न तत्र ईक्ष धातुः वीक्ष इति वि उपसर्गः ईक्ष अपि कर्मणि ईक्ष्यतां वीक्ष्यताम् अतः भवान् व्यूहम् ईक्षतु हा न न ईक्षतु न तत्र ईक्षतु तु प्रस्मैपदी दातु ईक्षते इति आत्मनेपदी दातु ईक्षतां हा अपि उपसर्गः अस्ति वि इति अतः वीक्षतां वीक्षतां केवलं यकारः अपगच्छति तावदेव भवान् भवान् व्यूहं वीक्षतां वीक्षताम् इति समीचीनं हा अस्तु गीताञ्जलिभगिनी अग्रे महाशय रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः अस्तु महाशय तु सम्बोधनप्रथमा सम्बोधनं हा हा रथाः यत्र स्थाप्यन्ताम् इत्युक्ते रथाः कर्तरिप्रयोगे इति कर्मपदं परिवर्तय इदानीं तत्र इति अस्ति खलु भगिनि अतः तत्र स्थाप्यन्तां रथाः रथाः यत्र स्थाप्यन्तां तत्र कर्तृपदं किम् अस्ति कर्तृपदम् अस्ति तत्र कः कः सूचितवान् पूर्वं तत्र द्रोणः द्रोणाचार्यः एव सूचितवान् अतः तत्र रथाः अत्र स्थापयतु इति तत् सर्वं सः एव पूर्वमेव सूचितवान् अतः तत्र कर्णः वदति महाशय द्रोणमुद्दिश्य वदति कः स्थापितवान् इति तु वयं न कः स्थापितवान् इति न भगिनि तत्र हा तत्र सूचितम् इति अतः तत्र अच्छा सूचितम् अस्ति इत्युक्ते द्रोणः द्रोणः रथान् यत्र रथान् यत्र स्थाप्यन्तामस्ति स्थाप्यन्ताम् इति तु लोट् अस्ति स्थापयन्तु रथाः रथान् यत्र स्थापयन्तु स्थापयन्तु इति इति भवता सूचिताः तत्र सूचिताः तत्र स्थापिताः इति अस्ति तत्र स्थापितः काः तत्र के रथाः एव खलु रथाः एव स्थापिताः इदानीं तत्र यथा पूर्वमासीत् तत्र व्यूहः रचितः करणेन इति तत्र भवतः सूचिताः इति अस्ति सूचिताः अपि तत्र किं रथाः एव तत्र रथाः अतः तत्र किं भवति भवान् भवान् रथान् भवान् यत् भवान् सूचितवान् हा भवान् सूचित रथान् यत्र रथान् यत्र स्थापयन्तु इति सूचितवान् हा रथान् यथान् रथान् यत्र स्थापयन्तु इति सूचितवान् अथवा स्थापयतु रथान् यत्र स्थापयतु अथवा न जानीमः तत्र तत्र स्थापयतु अथवा स्थापयतु एव महोदय किमर्थं बहुवचनमेव रथान् न रथान् इति कर्मपदमस्ति तत्र भवती उक्तवती खलु न जानीमः तत्र कः स्थापयति इति हा कः हा किन्तु स्थापयन्तां तु बहुवचनं तत् स्थापयन्तान् यतोहि तत्र रथाः इति बहु कर्मपदमस्ति अस्तु अस्तु अस्तु अतः तत्र रथान् रथान् यत्र भवान् यत्र रथान् स्थापयतु अथवा स्थापयन्तु इति सूचितवान् तत्र इति सूचितवान् इति सूचितवान् तत्र तत्र स्थापिताः तत्र रथाः स्थापिताः तावदेव अथवा तत्र स्थापितवन्तः वयं रथान् स्थापितवन्तः तदपि भवितुमर्हति अपि भवितुमर्हति वयं स्थापितवन्तः हा इति सत्यं भगिनि हा अस्तु तत्र किञ्चित् क्लिष्टः अस्ति यतोहि तत्र महोदय अस्तु अग्रे भगिनि इमे गजाः इमे अश्वाः एते पदादयः च अवलोक्यन्ताम् इदानीं तत्र किमर्थम् अवलोक्यन्ताम् इति अस्ति बहुवचने अस्ति इमे गजान् इमे समीचीनम् अस्तु भगिनि तत्र अवलोक्यन्ताम् इति किमर्थं बहुवचने अस्ति वयम् तत्र कर्णः वदति महाशय अवलोक्यन्ताम् इति अस्ति किमर्थं बहुवचने अस्ति गजाः अश्वाः गजाः अश्वाः तु बहुवचनमस्ति गजाः अवलोक्यन्ताम् किन्तु अत्र अस्ति कर्तरी अस्ति चेत् भवान् किन्तु तत्र अत्र कर्तृपदं न दत्तं भवता इति भवता अवलोक्यन्ताम् इति भवेत् खलु इदानीं कर्तृप्रयोगे भवान् कर्तरी भवान् भवान् इमे गजान् न गजान् इति समीचीनं किन्तु इमे इति सर्वनामपदम् अस्ति किन्तु विशेषणमस्ति खलु न गजान् इति अस्ति चेत् अयम् इमे तत्र अयम् अयम् इमौ इमे इमम् इमौ इमान् इमान् भवान् इमान् गजान् गजान् इमो पुनः इमान् एव खलु हा इमान् इमान् अश्वान् इमान् अश्वान् एते पदा एते पुनः एते इति स्थाने एतान् एतान् पदातयान् न पदातयः इति तत्र पदपरिचयं करोतु पदातयः वचनं किम् एते इति अस्ति अतः तत्र पदातयः बहुवचनमस्ति खलु बहुवचनम् इदानीं पदातयः इति बहुवचने अस्ति चेत् एकवचने किं भवति गुरवः महोदय अतः हरयः हरि हरयः भवति कविः कवयः भवति अतः पदातयः किं भवति पदा प्रातिपदिकं पदाति वा महोदय? हा पदाति, हा ओ अस्तु, पदाति पदातयः पदातया हरीः कविः कवी कवयः कविं कवयः कवीः न न तत्र नदीः इति स्त्रीलिङ्गे अस्ति किन्तु कविः कवी कवयः कविं कवी कवीन् पदातीन् अतः एतान् पदातीन् एतान् पदातीन् च एतान् पदातीन् च अवलोक्यन्ताम् परिवर्तयित्वा अवलोकितव्य तत्र आत्मनिपदि धातु वा परस्मैपदि धातु अवलो अवलोक इति तत्र तत्र अवलोकति वा अवलोकते लकारे अवलोकन्ताम् अवलोकताम् अवलोकताम् किमर्थम् एकवचने इत्युक्ते भवान् अवलोकताम् हा समीचीनं भवान् अवलोकताम् किम् अवलोकताम् तत्र इमान् गजान् इमान् अश्वान् एतान् पदातीन् च भवान् अवलोकताम् समीचीनम् अवलोकताम् चिन्ता मास्तु चिन्ता मास्तु हा अभ्यासः एव हा अस्तु अस्तु अग्रे सूर्यकुमारी भगिनी अस्तु व्यूहपत्रं पठ्यताम् मम वक्तव्यं किञ्चित् उन्नीयताम् द्रोणः वदति अस्तु व्यूहपत्रं पठ्यताम् व्यूह कम् उद्दिश्य वदति एतत् कर्णम् उद्दिश्य वदति अस्तु अतः तत्र कर्तृपदं किं भवेत् व्यूहपत्रं पठ्यतामिति तत्र वाक्ये कर्म कर्तृपदं किं पत्रं कर्मं कर्म न न कर्तृपदं किम् अस्ति वा नास्ति वा तत्र व्यूहपत्रं पठ्यताम् अस्तु व्यूहपत्रं पठ्यताम् कर्तृपदम् अस्ति वा तस्य द्रोणः कर्णः न न भगिनि व्यूहपत्रं पठ्यताम् इति अस्ति तस्मिन् वाक्ये पठ्यताम् इति क्रियापदं व्यूहपत्रं किम् अस्ति कर्मपदं वा कर्तृपदं वा कर्मपदम् अस्तु समीचीनं कर्तृपदं किम् अस्ति न दत्तं किन्तु किं भवेत् वयं भवान् वा भवान् अस्तु भवानपि अथवा भयं किमपि भवतु तत्र प्रायशः भवान् इति नास्ति यतोहि तत्र द्रोणः ज्येष्ठः अस्ति अतः प्रायशः त्वम् इति प्रायशः भवेत् किन्तु अस्तु तत्र अस्तु तत्र अहं तत्र भयम् इति चिन्तयतु तत्र भयम् इति अस्ति चेत् तत्र तत् स्थापयतु तत्र भयम् इति स्थाने किं भवति आवाभ्यां न आवाभ्यां तु भयम् इति उक्तवती आवाम् इति न उक्तवती भयम् इति उक्तवती अतः तत्र भयं स्थाने किं भवति वयम् अस्माकम् अस्माकम् इति षष्ठी अस्ति अहम् आवां वयं तृतीय अस्माभिः व्यूहपत्रं पठ्यताम् अस्तु इदानीं कर्तृप्रयोगे किं भवति कर्तृप्रयोगे वयं व्यूहपत्रं पठामः हा उत्तमं भगिनि, इदानीम् उत्तमम्, अस्तु पठामः. समीचीनं भगिनि, अस्तु इदानीम् अग्रे. मम उत्तरीयं किञ्चित् उन्नीयताम्. हा, तत्र प्राश कर्तृपदं किमस्ति? कर्तृपदं द्रोणः. द्रोणः, अस्तु, अतः सः किं वदति? किन्तु द्रोणः साक्षात् वदति वा? द्रोणः एव कर्तृपदं वा? मम उत्तरीयम् उत्तरीयं मम उत्तरीयं सत्यं, किन्तु तत्र किम सः एव यदि करोति चेत् किमर्थं सः वदति? किन्तु उन्नीयतां यदि भवती भवत्याः पुत्र्याः साहाय्यम् अपेक्षते चेत् भवती किमपि वदति, किन्तु यदि भवती एव स्वयं कर्तुं शक्नोति भवती किमपि न वदति खलु, भवती करोति, सः वदति, अतः तत्र किं भवान्. हा, किन्तु तत्र कर्मणि प्रयोगः अस्ति, अतः कर्मणि प्रयोगे भवतः. हा, भवतः मम उत्तरीयं किञ्चित् उन्नीयताम्. हा, अथवा भवता इति स्थाने यदि तत्र ज्येष्ठ द्रोणः आचार्यः अस्ति, कर्णः तत्र ज्येष्ठः नास्ति इति चिन्तयित्वा त्वम् इति अस्ति चेत् तत्र किं भवति? त्वया मम उत्तरीयं किञ्चित् उन्नीयताम्. इदानीं कर्तृप्रयोगं प्रयोगः किम् अस्ति इति वदतु. त्वं मम उत्तरीयं किञ्चित् उन्नीयतु. तत्र तत्र उन्नयतु इति प्रायश तत्र भवति खलु, तत्र नी धातुः नय इति भवति खलु, नयतु उन्नयतु. हा, त्वम् इति अस्ति इति कृत्वा केवलम् उन्नय, तत्र भवान् उन्नयतु किन्तु त्वम् उन्नय. नीधातुः नीधातुः तत्र हा नयति, नयति इति पद क्रियापदस्य लोट्लकारः कः? उन्नीहि भगिनी, तत्र नयति इति क्रियापदस्य लोट्लकारः कः? भगिनी, नयतु इति नयतु इति क्रियापदस्य लोट्लकारः कः? किम् नय महोदय, मध्यमपुरुषे नय. हा, अस्तु, इदानीं तत्र उन्नयतु उन्नय चेत् उन्नय. हा, उन्नय. हा, त्वं मम उत्तरीयं किञ्चित् उन्नय इति समीचीनम्. हा, अस्तु, उत्तरीयं किमस्ति? उत्तरीयं महोदय, तत्र उत्तरीयं तत्र वस्त्रमस्ति महोदय, तत्र यद् नपुंसकलिङ्गम्. हा, उत्तरीयम् इति कर्मपदमस्ति, अत्र प्रथमाविभक्त्यन्तम् अस्ति, किन्तु तत्र नपुंसकलिङ्गपदमस्ति, अतः तत्र परिवर्तनं न भवति. किन्तु उत्तरीयमिति वस्त्रमस्ति खलु महोदय, तत्र भुजस्य उपरि, हा, भुजस्य उपरि यत् वस्त्रमस्ति तत् तत् अस्ति उत्तरीयम् इति. अस्तु, अस्तु, तत्र यथा यथा महोदय गम्छा, अत्र अधुना गम्छा इति वदामः महोदय, तदेव गम्छा इति वदामः वा न, तद् न जानामि भगिनि, किन्तु तत्र हा तत्र पण्डित तत्र पण्डितस्य वस्त्रद्वयं भवति भगिनि तत्र. एकं तत्र अधोभागे एकम्, उत्तरभागे एकम्. तत्र शाल् इति तत्र शाल् इति वदामः खलु, तत्र पुरस्कारसमये तत्र यत् धारयन्ति तदा गमछा अस्ति. अस्तु, अस्तु, गमछा, अस्तु, तदेव अस्ति उत्तरीयं. प्रातिपदिकं प्रातिपदिकं किं तत्र उत्तरीयं? तत्र उत्तरीयमेव प्रातिपदिकं नपुंसकलिङ्गपदम् उत्तरीय तत्र न उत्तरीयम् उत्तरीयमेव नपुंसकलिङ्गपदम् तत्र उत्तरं नाम तत्र भारतीय तादृशम् अस्ति भगिनि नाम भारतस्य सम्बन्धः तत्र अत्र किम् उत्तरस्य सम्बन्धः तावदेव अतः तत्र इदानीं किं पदम् उक्तवन्तः तत्र गम्छ इति वा गम्छ गम्छ अस्तु उत्तरभारते गम्छ इति वदामः अस्तु अस्तु न ज्ञातवान् अस्तु समीचीनं धन्यवादः अस्तु दक्षिणभारते उत्तरीयमेव हा दक्षिणभारते उत्तरीयमेव वदन्ति उत्तरीयम् इति हा अत्र धोति अपि उत्तरीयम् इति अतः तत्र अधोभागे धोति अपि उत्तरभागे उत्तरीयम् इति अस्तु अग्रे नरेश महोदय अग्रे आं महोदय दुर्योधनः वदति आचार्य तव धीमता शिष्येन दृष्टद्युम्नेन व्यूढा चमूः दृश्यताम् पुनः तत्र आचार्य इति अस्ति तत्र दृश्यताम् इति अस्ति अतत्र कर्तृपदं किम् अस्ति दृश्यताम् भवता हा भवता दृश्यताम् इदानीं कर्मपदं किम् अस्ति चमूः हा व्यूढा चमूः व्यूढा इति विशेषणम् अस्ति व्यूढा चमूः चमूः इदानीं तत्र कर्तृप्रयोगं कर्तुम् इच्छामश्चेत् तत्र कस्य केषां पदानां तत्र परिवर्तनं भवति क्रियापदस्य कर्तृपदस्य कर्तृपदस्य कर्मणे कर्मपदस्य पदम् अपि च क्रियापदं तावदेव तत्र अन्येषां पदानां परिवर्तनं न भवति अत्र तु भवान् उक्तवान् तत्र भवता इति भवता व्यूढा चमूः दृश्यताम् इदानीं तत्र कर्तृप्रयोगे केवलम् एतस्य लघुभागस्य एव परिवर्तनं भवति खलु अन्यत् सर्वं तिष्ठति एव अतः भवान् व्यूढ भवतः तत्र तव तव इति स्थाने भवतः धीम तत् तिष्ठति तत् तिष्ठति तत्र शिशेन द्रष्टुं द्रुम्नेन इदानीं व्यूढा चमूः इति स्थाने किं भवति व्यूढं चमूढां व्यूढां स्त्रीलिङ्गे अस्ति व्यूढां चमु चमू चमू चमूं पश्यतु पश्यतु समीचीनं भवान् भवतः धीमता शिष्येण दृष्टद्युम्नेन व्यूढां चमू व्यूढां चमूं दृष्ट पश्यतु पश्यतु तत्र किमस्ति तत्र दुर्योधनः तत्र गौरवं न ददाति खलु आचार्यः अस्ति किन्तु दुर्योधनः किं वदति तव इति भवति तव इति वद वदति किन्तु भवतः इति भवेत् किन्तु सः तादृशं न करोति अतः तत्र तव इति दत्तमस्ति तावदेव अस्तु अग्रे अत्र अत्र महेश्वासाः शूराः भीमार्जुनसमाः सन्ति इदानीं तत्र कर्तृप्रयोगे अस्ति कर्मणि प्रयोगे अथवा कर्मणि प्रयोगे वा अथवा भावे प्रयोगः वा अत्र किं भवति सन्ति इति क्रियापदमस्ति सन्ति क्रियापदमस्ति अत्र तु तत्र किं कः नियमः तत्र अकर्मकधातुः अस्ति चेत् कर्मणि वा भावे वा भावे अस्ति भावे एव भवति. अतः तत्र भावे प्रयोगः कः भवति अत्र? अत्र अत्र तत्र सन्ति स्थाने किं भवति? सन्ति स्थाने किमस्ति तत्र भावे प्रयोगे? भावे प्रयोगे तत्र किं भवति, नियमः कः तत्र भावे प्रयोगे? कर्मपदम् अस्ति वा नास्ति वा? नास्ति. नास्ति. इदानीं कर्मणि प्रयोगे कर्मपदम् अस्ति, क्रियापदं कर्मपदम् अनुसरति खलु, वचनम् अपि पुरुषे. किन्तु भावे प्रयोगे कर्मपदं नास्ति, अतः तत्र क्रियापदस्य वचनम् अपि पुरुषः कः क्रियापदस्य प्रयोगे? प्रथमविभक्ति प्रथमपुरुषः. प्रथमपुरुषः एकवचनम्. एकवचनम्. अतः तत्र अस् धातुः अस्ति इति स्थाने, किन्तु भावे प्रयोगे किं भवति? अस् धातुः अस्ति. न न न, भावे प्रयोगे किं भवति, रूपं किं भवति? भूयताम् इति. हा, भवति इति अर्थ, भवति इति क्रियापदं स्वीकृत्य भूयताम् इति रूपं भवति. अतः तत्र भूयताम् इति भवति. अस्तु, इदानीं तत्र कर्तृपदस्य विभक्ति का भवति भावे प्रयोगे? भावप्रयोगे तृतीय कर्तृपदस्य तृतीया भवति. अतः तत्र भवति, अतः तत्र किं भवति, अत्र सन्ति इति स्थाने अत्र भूयताम् इति भूयताम्. किन्तु मध्ये किं भवति? महेश्वा सा भीः सैः. महेश्वा सैः. महेश्वा सैः शूरैः भीमार्जुन समैः. हा, समैः भूयताम्. भूयताम् इति भवति. समीचीनं महोदय. हा, समीचीनम्. अस्तु, अग्रे गीतांजलि भगिनी. सखे परेषां विषये चिन्ता त्यज्यतां भवता. अस्माकं जनाः नायकाः च गण्यताम्. गण्यन्ताम्. गण्यन्ताम्. क्षम्यताम्. कर्णः वदति सखे, इत्युक्ते दुर्योधनं वदति सखे, परेषां विषये चिन्ता त्यज्यतां भवता. भवान् परेषां विजये चिन्ता, विषये चिन्ता त्यजतु. अस्तु, तत्र त्यजतु इति समीचीनं. भवान् त्यजतु. सत्यं भगिनी. हा, भवान् त्यजतु. तत्र परेषाम् अपि, परेषाम् इति विभक्ति का पदस्य? परेषां षष्टि वा? षष्टि बहुवचनं. समीचीनं. षष्टि बहुवचनं. विषये तु सप्तमी एकवचनं. सप्तमी एकवचनं. तत्र इत्युक्ते तेषां परिवर्तनं न भवति. परिवर्तनं न भवति. अतः अतः भवान् परेषां चिन्तां, चिन्तां. हा, इदानीम् उत्तमं. कर्मपदमस्ति. चिन्तां त्यजतु. त्यजतु. भवेन् भवान् परेषां विषये चिन्तां त्यजतु. हा, समीचीनम्. इदानीम् इदानीम् अस्माकं जनाः नायकाः च गण्यन्ताम्. हा, गण्यन्ताम् इति, गण्यन्ताम् इति तत्र कर्तृप्रयोगे रूपं किं भवति? गणयन्तु इति, गणयन्तु इति भवितुम् अर्हति. किन्तु तत्र कर्तृपदं किम् अस्ति? गण्यन्ताम् अपि च, अपि च त्वं वा भवान् न न भवता इति, भवता इति उक्तं खलु प्रथमवाक्ये, भवता इति अस्ति. अतः तत्र पुनः भवता, भवता गण्यन्ताम्. भवता गण्यन्ताम् अपि च इत्युक्ते कर्तरि भवान् गणयन्तु. गणयतु. गणयतु भवान् इति एकवचने. हा, भवान् गणयतु. क्षम्यतां. भवान् गणयतु. भवान् अस्माकं जनान्, नायकान् गणयतु च गणयतु. समीचीनं भगिनि. हा अस्माकं भवान् अस्माकं जनान् नायकान् च गणयतु इति. समीचीनं समीचीनं भगिनि. अस्तु सूर्यकुमारी भगिनी अग्रे. महोदय दुर्योधनः द्विजोत्तम मम सैन्यस्य नायिकाः एते. परिवर्तनं न तत्र कर्मणि प्रयोगे करोतु तत्र. द्विजोत्तम मम सैन्यस्य नायिकाः एते. एते तत्र क्रियापदं किमस्ति? न दत्तं किन्तु किं भवति? नायिकाः एते नायिकाः एते यदि क्रियापदं न दत्तं चेत् किं क्रियापदं भवति? सन्ति. हा समीचीनं. हा एते मम सैन्यस्य नायकाः सन्ति. इदानीं सन्ति इति स्थाने तत्र कर्मणि भावे प्रयोगे किं भवति रूपम्? भावे प्रयोगे सन्ति इति स्थाने भूयताम्. भूयताम् क्षम्यताम्. समीचीनम्. इदानीं तत्र अस्मिन् वाक्ये तत्र कर्तृपदं किमस्ति? मम सैन्यस्य नायकाः एते सन्ति. तत्र कर्तृपदं किम् अस्ति? कर्तृपदम् मम नायिका. कर्तृपदस्य विभक्ति प्रथमा खलु सर्वदा? आं महोदय. नायकाः एते नायकाः. एते अपि नायकाः. इदानीं तत्र तस्य कर्मणि प्रयोगं करोतु. किं भवति कर्मणि प्रयोगे नायकाः किं भवति? नायकः रूप किं भवति? नायकः कर्मणि प्रयोगे प्रथमविभक्ति एव. कर्मणि प्रयोगे कर्तृपदस्य कर्मणि प्रथमविभक्ति भवति. अस्तु अतः रूपं किं? नायिकाभिः नायिकैः. नायकैः अस्तु. अपि एते इति स्थाने एतैः. एतैः भू भू एतैः नायकैः मम सैन्यस्य एतैः नायकैः. इदानीं सन्ति इति स्थाने किं भवति? भूयताम् भूयताम् इति उक्तवती खलु पूर्वं. भूयताम्. अतः पूर्णवाक्यं वदतु. क्षम्यताम्. पूर्णवाक्यं वदतु. कर्मणि कर्मणि रूपं वदतु. नायिकैः एतैः भूयताम्. मम सैन्यस्य नायकैः एतैः नायकैः भूयताम्. समीचीनम्. अस्तु अस्तु तत्र अग्रे अग्रिममपि करोतु. महोदय एकः प्रश्नः अस्ति तत्र. भू धातु अस्ति चेत् इत्युक्ते भवति अस्ति चेत् अपि भूयताम्? सत्यं भगिनि तत्र भूयतां तत्र अस्ति अपि भवति द्वयोः अपि तत्र भूयताम् इति एव भवति भगिनि. अस्तु. अतः तत्र भूयताम् इति भवति चेत् तत्र कर्तृरूपं तत्र भवति वा अस्ति वा इति न जानीमः. केवलं तत्र सन्दर्भं दृष्ट्वा किन्तु किञ्चित् भेदः अस्ति न, भवति इत्युक्ते भवति अस्ति अपि, किन्तु अपि बिकम्स् न. सत्यं भगिनि, सत्यं, तादृश अर्थः अस्ति, तथा तत्र किञ्चित् भिन्नः अस्ति. सत्यं भगिनि, अपि साधु महोदय. किं भगिनि? भवतां कुत्र? तत्र भवताम् इति न, भूयताम् इति खलु. भवतामिति षष्ठी अस्ति, भवत् शब्दस्य षष्ठी भवताम् इति, तत् क्रियापदं नास्ति खलु. भूधातोः भावे प्रयोगः भूयताम्. भूयताम् भवति इति कर्तृरूपं लट्लकारे, तत्र लट्लकारे कर्मणि प्रयोगे किं भवति? भूयते इति. भूयते भवति, भूयते, भूयते, लोट्लकारे भूयताम्. भूयताम् इति इदानीं तत्र श्राव्यन्ताम् इति अस्ति, तदपि एकवारं तत्र करोतु. द्रोणः वदति अस्तु श्राव्यन्ताम्. श्राव्यन्ताम् इति तत्र किं भवति, कर्तृपदं किं भवति? अस्तु श्राव्यन्तु. तत्र कः कम् उद्दिश्य वदति अस्तु श्राव्यन्ताम् इति? दुर्योधन, दुर्योधनं, दुर्योधनः अस्ति इति न, दुर्योधनम् उद्दिश्य वदति. अतः तत्र कर्तृपदं किं भवति? दुर्योधनः. न न, दुर्योधनः इति न खलु, श्राव्यन्तम् इति कर्मणि प्रयोगः अस्ति खलु, अतः तत्र किं भवति कर्तृपदस्य रूपं किं भवति? तृतीय. अतः त्वया. समीचीनं, त्वया, समीचीनं भगिनि, त्वया श्राव्यन्ताम्. श्राव्यन्ताम् समीचीनं भगिनि. हा इदानीं त्वया श्राव्यन्ताम्, इदानीं तत्र कर्तृरूपं किं भवति? त्वं, त्वं शृणोतु. न न न, श्राव्यन्ताम् इत्युक्ते तत्र वदतु इति खलु, वदतु नाम णिच्छस्ति, तत्र शृणोतु इति नास्ति, श्राव श्रावयति इति अस्ति खलु, मेक् अदर् पीपल् हियर्. किन्तु कर्तृप्रयोगे किम् अस्ति? शृणोतु इति अस्ति, किन्तु नीचस्ति चेत् श्रावयति. किन्तु लोट्लकरे किम् अस्ति? श्रावयतु. श्रावयतु अस्तु, परन्तु त्वम् अस्ति, अतः श्रावय, त्वं श्रावय. समीचीनं, समीचीनम्. अतः तत्र बहु किमपि अत्र अस्ति तत्र, अतः एव तत्र पुनरेकवारं कुर्मः इति चिन्तितम्. अस्तु समीचीनं भगिनि. अस्तु नरेश महोदय अग्रे. दुर्योधनः वदति, भवान् भीष्मः, कृपः, अश्वत्थाम, विकर्णः, भूरिश्रवः, श्रवाः, भूरिश्रवाः, एते कर्णादयः, अन्ये अपि मदर्थे त्यक्तजीविता. अन्य अपि मदर्थे जीविता किमस्ति अत्र? तत्र क्रियापदं, साक्षात् क्रियापदं किमस्ति महोदय? त्यक्तजीविता सन्ति, सन्ति. इदानीम् अतः तत्र इदानीं कर्मणि प्रयोगः वा भावप्रयोगः वा? भावप्रयोगः. हा, अतः तत्र सन्ति इति स्थाने किं भवति? भूयताम्. भूयताम् इति भवति भूयन्ताम् न कर्मणि अस्ति चेत् कर्मपदमनुसृत्य रूपं भवति किन्तु भावे प्रयोगे किं भवति प्रथमपुरुष एकवचनं हा अतः भूयतामेव कदापि तत्र भूयन्ताम् इति प्रयोगे कदापि न भवति यतोहि तत्र भूधातोः तत्र लोट्लकारकर्मणि तत्र केवलं भावे प्रयोगः एकमेव रूपं भूयताम् इति एव भूयते अपि भूयताम् इति अतः भूयताम् इदानीं तत्र कर्तृपदस्य कर्मपदं नास्ति इदानीं कर्तृपदस्य विभक्ति का भावे प्रयोगे सन्ति भूयताम् इदानीं सन्ति इति स्थाने भूयताम् इदानीं कर्मपदं नास्ति कर्तृपदस्य भावे प्रयोगे विभक्ति का कर्मपुरुष एकवचन तृतीया कर्तृपदं तृतीया इति हा इदानीं वदतु अतः भवता भीष्मेन कृपेण अश्वत्थामया न अश्वत्थामन् इति प्रायश अस्ति अश्वत्थामन् अतः नकारान्तपदम् अश्वत्थामना विकर्णेन भूरिश्रवैः न भूरिश्रवाः इति तत्र भूरिश्रवस् इति प्रायश सकारान्तपदम् इति मन्ये भूरिश्रवसा अथवा श्रवससा इति प्रायश भवति तत्र सम्यक्तया न जानामि तत्र विशिष्टपदम् इति भवेत् अपि तदनन्तरं श्रवसा एते एते इति स्थाने किं भवति एतैः अपि कर्णादयैः कर्णादयः तत्र बहुवचने अस्ति तत्र एकवचने किम् अस्ति कर्णादि कर्णादि इदानीं समीचीनं तत्र कविः वत् इदानीं तत्र आदि इति अस्ति कविः इति पदस्य कवयः अत्र आदिः आदयः कविना इति तृतीया एकवचने बहुवचने कर्णादिना एकवचने किन्तु अत्र बहुवचनम् अस्ति अतः कर्णादिभिः कविभिः कर्णादिभिः एतैः कर्णादिभिः अपि अन्यैः अपि मदर्थे त्यक्तजीविता भूयताम् न त्यक्तजीवितैः जीवितैः तदपि कर्तृपदमेव खलु सर्वं तत्र कर्तृपदम् अथवा विशेषणम् अतः त्यक्तजीवितैः भूयताम् भवता भीष्मेन कृपेन अश्वत्थामना विकर्णेन भूरिश्रवसा एतैः कर्णादिभिः अन्यैः अपि मदर्थे त्यक्तजीविता जीवितैः भूयताम् तत्र विशेषपदमस्ति भगिनि तत्र बहुवचने नास्ति तत्र भूरिश्रवस् इति प्रातिपदिकमस्ति एकवचने अस्ति भगिनि सकारान्तविशिष्टपदमस्ति अतः तत्र भूरिश्रवसा इति भवति अथवा भूरिश्रवससा इति किमपि तादृशं रूपम् अस्ति भगिनि एकवचने अस्ति भगिनि अतः तत्र श्रवैः इति न भवति अस्तु अस्तु तत्र यदि तत्र एकनिमिषः अहम् आगच्छामि क्षम्यताम् श्रूयते महोदय महोदय गतवान् एकनिमिष क्षम्यतां तत्र स्वरूप महोदय आगतवान् गृहे अतः तत्र किन्तु सः इदानीं गतवान् तत्र पूर्वम् आगतवान् तदनन्तरम् इदानीं तु सः गतवान् अतः तत्र केवलं नमस्कारं वक्तुम् इष्टवान् तावदेव अस्तु अस्तु समीचीनं सः अपि वर्जीनिया न न सः तत्र मेरिलेण्ड् प्रदेशे एव वसति महोदय भवतः गृहे गृहस्य पार्श्वे अस्ति न न भगिनि तत्र सः किञ्चित् दूरे एव अस्ति किन्तु तत्र किं सः एव तत्र मां पाठितवान् अतः तत्र आरम्भतया तत्र किं एकादश 2011 तः ओ उत्तमं महोदय लक्ष्मी भगिनी अपि तत्र सा किं 2013 मध्ये सा आगतवती इति मन्ये किन्तु तत्र अभ्यासपुस्तकं गीतासोपानम् एक प्रथमभागः द्वितीयभागः गीताप्रवेशः सर्वं तत्र तेनैव अहं सर्वं पठितवान् सुन्दरमेव महोदय अतः तत्र बहुकालानन्तरं तं दृष्टवन्तः अद्य सः अद्य आगतवान् तत्र वयं तु अहं तु कदापि न मिलितवती स्वरूप महोदय इति वा भगिनि अस्तु अस्तु तत्र मेरिलेण्ड् प्रदेशं यदि भवती आगच्छति चेत् अथवा सः तु प्रायशः प्रति वर्षं सः तत्र भारतदेशं गच्छति भगिनि सः गच्छति तत्र नगरं तु मम नगरमेव किन्तु तत्रापि अहं न मिलितवती किं नगरं भगिनि बिलास्पुर् नगरम् इत्युक्ते माता दीक्षित पुष्पदीक्षित तद् नगरमेव भवत्याः अपि वा महोदय अस्तु भगिनि अतः तत्र मम जन्मस्थान अपि च मम सम्पूर्ण परिवार तत्रैव तत्रैव बिलास्पुर् बिलास्पुर् बिलास्पुर् छत्तीसगढ़ अतः भगिनि तत्र भवती तत्र सप्ताहद्वयं पूर्वम् अहं पुनः मातुः गृहे तु गतवती अपि इति वा भगिनि ओ उत्तममस्ति भगिनि मम आं महोदय समीपे अस्ति वा भगिनि समीपे अस्ति अस्तु भगिनि अतः तत्र बहुवारं भवती गत्वा तत्र गतवती अस्तु अस्तु भगिनि तत्र शिक्षणं प्राप् नो शिक्षणं किञ्चित् एव प्राप्तवती दीर्घकालं न तत्र अहं तिष्ठवती इति कारणेन इत्युक्ते सप्ताह एकं कदापि द्वि अस्तु अस्तु भगिनि किन्तु इदानीं भवती तत्र अस्ति इदानीमपि न गन्तुं शक्नोति वा इदानीम् अहं भोपालनगरे अस्मि ओ अस्तु